सर्वेषां गीतास्वपानवर्गं प्रति स्वागतम्. अदौ सुभाषितं शृणुमः. भगिनी एकवारं स्मारयतु. नित्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी सुखकरी विद्या गुणो गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः. धन्यवादाः भगिनि. अव्ययानां चिन्तनं क्रियमाणमस्ति. अद्यापि स एव विषयः अनुवर्तते. अव्ययानां प्रसङ्गे एकः श्लोकः उच्यते. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम् इति श्लोकं वयं जानीमः. अद्यापि अव्ययानां चिन्तनं कुर्मः. पूर्वतने वर्गे च इति अव्ययस्य प्रसङ्गे किञ्चित् अवगतवन्तः. अद्य आपि इति अव्ययस्य प्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. अव्ययम् इत्युक्ते पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे त्रिषु लिङ्गेषु प्रथमाविभक्ति आरभ्य सप्तमीविभक्तिपर्यन्तं सप्तमीप्रभृतिषु विभक्तिषु एकवचने द्विवचने बहुवचने त्रिषु वचनेषु च यद्विकारं न प्राप्नोति एकप्रकारम् एव भवति. यद्विकारं न प्राप्नोति तद् अव्ययं नाम्ना व्यवह्रियते. पूर्वं वयं कृदन्त अव्ययानि ज्ञातवन्तः. क्त्वान्तरूपाणि इति पाठं वयं ज्ञातवन्तः. क्त्वान्तरूपाणि, ल्यबन्तरूपाणि, तुमुन्नन्तरूपाणि अव्ययसंज्ञकानि भवन्ति. धातुभ्यः परं ते प्रत्ययाः सन्ति चेत् तेषां शब्दानाम् अव्ययसंज्ञा भवति. शब्दस्य अव्ययसंज्ञा भवति चेत् अव्ययात् आप् सुपः इति सूत्रेण अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति, लोपः भवति. अतः तानि पदानि अव्ययपदानि भवन्ति. इत्युक्ते कृदन्त अव्ययानां प्रसङ्गे वयं दृष्टवन्तः. अपि च सर्वनामशब्देभ्यः निर्मितानि कानिचन अव्ययपदानि सन्ति. सर्वनामशब्देभ्यः निर्मितानि अव्ययानि कानिचन सन्ति. यथा तथा, यदा तदा, यत्र तत्र, यत् तत् यावत् तावत् इत्यादीनाम् अव्ययानां मूलं सर्वनामशब्दः. सर्वनामशब्देभ्यः निर्मितानि इमानि पदानि. अपि च कानिचन अव्ययानि कालवाचक अव्ययानि सन्ति. कालवाचक अव्ययानि अद्य, ह्यः, श्वः, परश्वः, प्रपरश्वः, परह्यः, प्रपरह्यः इत्यादीनि कालवाचक अव्ययानि. सङ्ख्यावाचक अव्ययानि अपि सन्ति. एकधा, द्विधा, त्रिधा, अष्टधा, सहस्रधा, एकशः, शतशः, सहस्रशः इमानि पदानि अव्ययपदानि. सङ्ख्यावाचक अव्ययानि इत्युक्ते तथितान्तपदानि. प्रातिपदिकात् तथित प्रत्ययस्य योजनेन निर्मितानि पदानि इमानि. इमानि सङ्ख्यावाचक अव्ययानि. अपि च चतुर्थी विभक्तेः प्रसङ्गे कानिचन अव्ययानि आयान्ति. नमः, स्वस्ति, स्वाहा, स्वधा, अलं, वषट्. नमः, स्वस्ति, स्वाहा, स्वधा, अलं, वषट् इमानि अव्ययपदानि. एतेषां योगे चतुर्थी विभक्तिः भवति. एवं बहूनि अव्ययानि सन्ति. पूर्वतने वर्गे च इति अव्ययस्य प्रसङ्गे अवगतवन्तः. अद्य अपि इति अव्ययस्य प्रसङ्गे अवगन्तुं प्रयत्नं कुर्मः. अव्ययस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा अव्ययानि अपि सुबन्तानि एव, किन्तु तेषाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. चतुर्विंशत्यधिक एकशतं पुटं पश्यन्तु. 140 पेज्. तत्र कानिचन वाक्यानि दत्तानि. वाक्यानि अवलोक्य अपि प्रसङ्गे किं ज्ञातव्यम् इति परिशीलयामः. दर्शना भगिनी, भवती आरम्भं करोतु. अपि उच्चैः पठत. उच्चैः तु विशेषण अस्ति. विशेषण किल भगिनि, क्रियाविशेषणम् अव्ययम्. क्रियाविशेषण, क्रियाविशेषण, क्रियाविशेषण अव्ययम्. पठत, पठ धातोतः मध्यमपुरुषः बहुवचनं. नवरूपाणि वक्तुमिच्छति वा? प्रयत्नं करोमि. पठति, पठति, पठतः, पठन्ति, पठसि, पठतः, पठत, पठथ. लोट्, अत्र लोट् लकार अस्ति. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठानि, पठाव, पठाम. उत्तमम्. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठानि, पठाव, पठाम, एवं रूपाणि भवन्ति. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठानि, पठाव, पठाम. अत्र मध्यमपुरुष बहुवचनं. केवलं बालाः न, युवकाः अपि धाविष्यन्ति. केवलं तु पुनः एकवारम् अव्ययम् एव. बालाः, तत्र बाल इति बाला अपि स्वीकर्तुं शक्नुमः, बाल इति स्वीकर्तुं शक्नुमः. बाल स्वीकुर्मः चेत् तत्र अकारान्तपुंलिङ्ग् शब्दः बहुवचनं. प्रथमाविभक्तिः बाला इति आकारान्तस्त्रीलिङ्गशब्दः इति स्वीकुर्मश्चेत् तर्हि तत्र बालाः बहुवचनं प्रथमाविभक्ति. बालाः न, न पुनरेकवारम् अव्ययमेव. युवकाः अपि धाविष्यन्ति. तत्र युवकाः तु अकारान्तपुंलिङ्गशब्दः एव प्रथमाविभक्ति. अपि तत्र अव्ययं. धाविष्यन्ति, तत्र धाव् इति धातुः, धाविष्यन्ति लृट् लकारः अस्ति. उत्तमं. युवकः इति पदं जानीमः, किन्तु युवा इति पदमपि अस्ति. भवती श्रुतवती वा? युवती इति अहं श्रुतवती, युवती. युवा इति न, न ज्ञायते. युवन् इति प्रातिपदिकम् अस्ति. युवन् प्रातिपदिकात् युवा, युवानौ, युवानः, युवानं, युवानौ, यूनः, एवं रूपाणि भवन्ति. अर्थः तु समानः. युवकः इति पदमस्ति, किन्तु युवा इति पदमपि अस्ति. युवा इत्यत्र नकारान्तप्रातिपदिकम् अस्ति. युवन् इति नकारान्तप्रातिपदिकम् अस्ति, किन्तु अत्र अकारान्तप्रातिपदिकं पुंलिङ्गपदम्. स्त्रीलिङ्गे युवतिः इति पदमपि अस्ति. युवती दीर्घ ईकारान्तपदमपि. धाविष्यन्ति, धाविष्यन्ति इत्यत्र किं किम् अस्ति इतोपि वदतु. धाव् इति औपदेशिकधातुः. तत्र उपदेशे जनुनासिकः इति कृत्वा उकारस्य लोपः भवति, इति संज्ञा भवति. तस्य लोपः इत्यनेन लोपः जातः. धा योगः लृट्. तत्र सम्यक् अस्ति किं भगिनि? धाव् लृट्, लृट् लकारः, लृट् इति प्रत्ययः. हलन्त्यम् इत्यनेन टकारस्य संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः जायते. तत्र लु, लृ, लृ इति अवशिष्यते. धाव् योगः ल भवति, यतोहि तत्र लृ, तत्र ऋकारः अपि उपदेशे जनुनासिक इत्संज्ञा इत्यनेन तस्य लोपः इत्यनेन लोपः भवति. अनन्तरं धाव् योगः टिप्. अत्र मुख्यविषयः एकः अस्ति. लृट्लकारः आर्धधातुकलकारः. एषा प्रक्रिया आर्धधातुकप्रक्रिया. अतः इडागमचिन्तनम् अवश्यं करणीयम्. अत्र इडागमः दृश्यते. इडागमस्य प्रसङ्गे किञ्चित् वदतु. तत्र इष्यति इति प्रत्ययः तावदेव अहं जानामि भगिनि. रमेशमहोदय, भवान् वक्तुमिच्छति वा अत्र इडागमप्रसङ्गे? इडागमः भविष्यति तत्र दाव् इति तत्र मध्ये शतासि लृटोः इति सूत्रेण स्यप्रत्ययः भवति. तर्हि स्यप्रत्ययः आर्धधात्विकप्रत्ययः अस्ति. दाव् इडागम अनुकूलधातुः अस्ति. तर्हि इडागम भवति, दाव् योगः इस्य योगः ति. अत्र ज भवति जोन्तः इति सूत्रेण जकारस्य स्थाने अन्त इति आदेशः भवति. तर्हि जि स्थाने अन्ति. तर्हि दाव् योगः इस् योगः अन्ति इस्यन्ति यकारः इस् इस् अन्ति अन्ति इदानुकूलः नास्ति. तर्हि इस् इस्यन्ति कथमवति? महोदयेन बहु सम्यक् उक्तमस्ति. अत्र मुख्यविषयः कः इत्युक्ते अयं लकारः आर्धधातुकलकारः. आर्धधातुकलकारेषु इडागमचिन्तनं करणीयम् इत्युक्ते धातौ इडनुकूलता वर्तते. धाव् धातुः, सेट् धातुः, अपि च स्यतासि लृ लुटोः इति एकं सूत्रमस्ति. स्यातासि लृ लुटोः इत्युक्ते लृट् लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. स्याप्रत्ययस्य आदिमवर्णः सकारः अस्ति. आर्धधातुकस्येड् वलादेः इति सूत्रेण सकारः वलादिवर्णः इत्युक्ते स्याप्रत्ययः इडनुकूलप्रत्ययः. अतः इडागमः भवितुमर्हति. इत्युक्ते इडागमः प्रत्ययस्य आदिम अवयवः भवति इति कृत्वा प्रत्ययस्य आदौ आयाति. इट् आगमः टित् अस्ति इति कारणतः टित् आगमाः अङ्गस्य आदौ आयान्ति. अत्र प्रत्ययस्य भागः भवति. अतः धाव्योगः इस्यन्ति इति रूपमस्ति. लृट्लकारप्रसङ्गे प्रत्ययाः के इत्युक्ते स्यति स्यतः स्यन्ति, स्यसि स्यथः स्यथा, एवं प्रत्ययाः भवन्ति. धाव्योगः इस्यन्ति इति रूपं तत्र सिध्यति. इस्यन्ति इत्यत्र इ इति इन् प्रत्याहारस्थवर्णः, अपि च स्यन्ति इत्यत्र दन्त्यसकारः प्रत्ययस्य अवयवः अस्ति. अतः आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. लट्लकारप्रसङ्गे तीतः अन्ति एवं सिद्धप्रत्ययाः सन्ति. लृट्लकारप्रसङ्गे सिद्धप्रत्ययाः के? मूलप्रत्ययाः भिन्नाः, सिद्धप्रत्ययाः भिन्नाः. लृट्लकारप्रसङ्गे सिद्धप्रत्ययाः स्यति स्यतः स्यन्ति एवं वक्तव्यं भवति. मूलप्रत्ययेभ्यः सिद्धप्रत्ययानां रूपं कथं सिद्ध्यति इति तु अन्या वार्ता. यथा महोदयेन उक्तं झोन्तः इति सूत्रेण झास्थाने अन्तादेशः भवति. तिप्तस् झिसिप्तस्थ एवम् अष्टादशमूलप्रत्ययाः सन्ति खलु, झास्थाने अन्तादेशः भवति इति कृत्वा तत्र झोन्तः इति सूत्रेण अन्ति इति सिद्धप्रत्ययस्य निर्माणं भवति. किन्तु लृट्लकारप्रसङ्गे मिलित्वा गच्छति सिद्धप्रत्ययः. लृट्लकारप्रसङ्गे स्यति स्यतः स्यन्ति, तादृशचिन्तनमस्ति तत्र. अस्तु, अग्रे सरेम. अत्र इडागमः दृश्यते किमर्थं चेत् धातुः सेट्, स्याप्रत्ययः अपि इडनुकूलप्रत्ययः, सकारः वलादिवर्णः. अतः अत्र इडागमः भवति स्यतासि लृ लुटोः इति सूत्रेण लृट्लकारप्रसङ्गे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. गणनिमित्तिकविकरणप्रत्ययः नास्ति, लकारं निमित्तीकृत्य अयं प्रत्ययः आयाति. धाविष्यन्ति इति रूपं सिद्ध्यति. दर्शना भगिनी, अग्रिमं वाक्यं वदतु. महाभारते केवलं कथाः न, तत्त्वचिन्तनम् अपि अस्ति. महाभारते, महाभारतम् इति पदं, महाभारते सप्तमी विभक्तिः. महाभारतं तत्र समस्तपदं, सर्वतः अपि महत्तरम् इति महाभारतं, महा अर्थ भरितम् इति महाभारतम्. रमेश महोदय, वदतु, महाभारतम् इति समस्तपदमस्ति, विग्रहवाक्यं कथं वक्तव्यम्? महान् च असौ भारतः च इति समीकृत्य वदतु. भारतम् इति नपुंसकलिङ्गपदं, कर्मधारे समासः अस्ति चेत् महत् च तत् भारतं च. उत्तमं, महत् च तत् भारतं च इति विग्रहवाक्यं वक्तव्यं भवति. महत् च तत् भारतञ्च. महत् इति प्रातिपदिकम् अस्ति खलु, महान् शब्दस्य प्रातिपदिकं महत् अस्ति. दर्शना भगिनी, महत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु किञ्चित् वदतु. महत्, महान्, महत्ति. उत्तमं, नपुंसकलिङ्गे महत् इति रूपमेव भवति. महत्, महती, महन्ति, एवं रूपाणि नपुंसकलिङ्गे वक्तव्यानि. पुंलिङ्गे कथं भवन्ति? महान्, महान्तौ, महान्तः, एवं पुंलिङ्गे रूपाणि भवन्ति. स्त्रीलिङ्गे महती, महत्यौ, महत्यः, एवं रूपाणि भवन्ति. महत् इति प्रातिपदिकमस्ति, किन्तु अत्र भारतम् इति नपुंसकलिङ्गपदमस्ति इति कारणतः महत् च तत् भारतञ्च इति विग्रहवाक्यं वक्तव्यं भवति. समस्तपदमस्ति, महत् इति प्रातिपदिकमस्ति, किन्तु महा इति कथं भवति? रमेश महोदय वदतु. राजन् सखिप्यो न, तत् महाराज एव भवति, तत् नास्ति. आन् महतः समानाधिकरणजातीययोः वदतु. न जानामि महोदय तत्. चिन्ता मास्तु, एकं सूत्रमस्ति, आन् महतः समानाधिकरणजातीययोः. कर्मधारे समासप्रसङ्गे सामानाधिकरण्यं वर्तते. यत्र यत्र सामानाधिकरण्यमस्ति तत्र कर्मधारे समासः भवति. महच्च तत् भारतञ्च इति विग्रहवाक्यं वदामि चेत् तत्र विशेषणपूर्वपद कर्मधारे समासः अस्ति. आन् महतः समानाधिकरणजातीययोः सूत्रं किं वदति? आत् महतः समानाधिकरणजातीययोः इति अर्थः अस्ति. यत्र यत्र सामानाधिकरण्यमस्ति कर्मधारे समासप्रसङ्गे तदस्ति, तस्मिन् प्रसङ्गे महतः स्थाने आत् आदेशः भवति. महत् प्रसङ्गे तकारस्य स्थाने आकारादेशः भवति. विशिष्टसूत्रमस्ति, महाराजः इत्यत्र महान् च असौ राजा च इति विग्रहवाक्यं वक्तव्यं भवति. राजा इति पुंलिङ्गपदं खलु, अतः महान् राजा इति वक्तव्यमस्ति. समस्तपदं तु महाराजः भवति. तत्र वैशिष्ट्यं किम्? राजा इति नकारान्तपदमस्ति चेदपि महाराजः इति अकारान्तपुंलिङ्गपदमेव भवति. तत्रापि इदं सूत्रं कार्यं करोति, आन् महतः समानाधिकरणजातीययोः इति सूत्रेण महतः स्थाने आत् आदेशः भवति. इत्यतः महाभारतं समस्तपदनिर्माणम् एवं भवति. तत्त्वम् इति लिखितमस्ति, तत्र तकारद्वयं लेखनीयं. तत्त्वम् इत्युक्ते स्वरूपं, तत्त्वचिन्तनमपि अस्ति महाभारते. अत्र केवलम् इति पदं लिखितम् अस्ति. दर्शना भगिनी भवती वदतु, केवलस्य भावः? कैवल्यम्. कैवल्यं, केवलस्य भावः कैवल्यम्. दर्शना भगिनी इदानीं भवती वदतु. केवलं कथाः न, तत्त्वचिन्तनम् अपि अस्ति. कथाः आकारान्त स्त्रीलिङ्गशब्दः, तत्र प्रथमा विभक्तिः, न, न अव्ययं पदं. तत्त्वचिन्तनम् अपि अस्ति. तत्त्वचिन्तनम् अपि समासपदम् एव. तत्त्वस्य चिन्तनम् इति तत्त्वचिन्तनम् इति अहं मन्ये. षष्ठीतत्पुरुषः. अपि अव्ययम् अस्ति तु अस् धातोः लट्लकाररूप प्रथमपुरुषः. रमेश महोदय, तत्त्वम् इति पदमस्ति, तत्र किमस्ति? तदपि समासः एव. अहं चिन्तयामि तद्धितान्तपदं, महत्त्वम् इति पदमस्ति खलु, तद् प्रातिपदिकमस्ति खलु, दकारान्तप्रातिपदिकं. प्रातिपदिकं स्वीकृत्य त्वाप्रत्ययस्य योजनेन निर्मितं, तस्य भावः इत्यस्मिन् अर्थे. तर्हि ब्रह्मचिन्तनं यद् भवति तद् तत्पदेन यद् निर्मीयते तदेव तस्य चिन्तनं वा? तस्य भावः इति वक्तुं शक्यते तत्त्वम् इति कथनेन. तत्त्वमसि अस्ति किल, तदेव भावः किम्? तत्त्वमसि इत्यत्र किमस्ति? पदविच्छेदं कृत्वा वदतु. तत् त्वम् असि इति. तर्हि तदपि स्वीकर्तुं शक्नुमः किल, तत्त्वचिन्तनमेव तत्र. महाभारते केवलं कथाः न, तत्त्वचिन्तनमपि अस्ति खलु? आम्. सूर्यकुमारी भगिनी भवती वदतु, चिन्तनं कथं भवति? चिन्ता. चित्यम् इति धातुः अस्ति, इदित् धातुः अस्ति. धातुः इदित् अस्ति चेत् किं भवति? धातुमागमभवति. इतोपि चिन्त भवति. उत्तमम्. औपदेशिकधातुः चितिम् अस्ति, इदित् धातुः अस्ति इति कारणतः इदितोनं धातोः इति सूत्रेण नुमागमः भूत्वा चिन्त भवति. पश्चात् परसवर्णादेशं कृत्वा लिखामश्चेदपि तदेव रूपं सिद्ध्यति. परसवर्णादेशं कृत्वा वक्तव्यम्. अत्र लौकिकधातुः चिन्त अस्ति. चिन्त स्वीकृत्य चिन्तनं वदतु. चिन्त लुडन्तम् अन्न भवति युवरनाको इति सूत्रेण. चिन्त योगः अन वर्णमेलनं चिन्तन नपुंसकलिङ्गमं चिन्तनं भवति. उत्तमम्. ल्युच्य इति एकं सूत्रमस्ति. ल्युच्य इति सूत्रेण ल्युडन्तपदं नपुंसकलिङ्गपदं भवति. चिन्तयोगः अन ल्युट् इत्यत्र अनुबन्धलोपे सति यु अवशिष्यते. यु स्थाने युवोरनाकौ इति सूत्रेण यु स्थाने अन आदिष्टः भवति. अतः चिन्तन इति प्रातिपदिकम्. प्रथमाविभक्ति एकवचनरूपं चिन्तनम्. चिन्ता इति पदमपि अस्ति, अस्य धातोः रूपमेव. चिन्तामणिः इति वदामि चेत् तत्र विग्रहवाक्यं कथं भवति? रमेश् महोदय वदतु. चिन्ता याः मणिः वा, षष्टितत्पुरुषः न भवति. चिन्ता च सा मणि इति वा? ममापि तत्र क्लेशः अस्ति महोदय, चिन्ता मास्तु. चिन्तामणिः इति बहु प्रसिद्धं पदं खलु, अतः पृष्टवती. मध्यमपदलोपि कर्मधारे समासः भवितुमर्हति. किमर्थं चेत् तत्र चिन्तितार्थप्रदः मणिभेदः इति वक्तुं शक्यते. चिन्तितार्थप्रदः मणिः इति वदामि चेत् तत्र मध्यमपदलोपि कर्मधारे समासः भवति. यथा शाकपार्थिवः इति एकं पदमस्ति. शाकपार्थिवः इत्यत्र शाकप्रियः पार्थिवः इति विग्रहवाक्यं वक्तव्यं भवति. शाकपार्थिवः इति अत्युत्तमम् उदाहरणं मध्यमपदलोपि कर्मधारे समासस्य प्रसङ्गे. एवमेव अत्रापि मध्यमपदलोपः भवति, किन्तु कर्मधारे समासः एव इति मम चिन्तनमस्ति. चिन्तया इत्युक्ते ध्यानधारणादिना मन्यते इति लिखितम् अस्ति. चिन्तया इत्युक्ते चिन्ता नाम किं? ध्यानधारणादिना मन्यते इति चिन्तामणिः. अग्रिमं वाक्यं दर्शना भगिनी भवती पठतु. कौरवेषु दुष्टाः न सज्जनाः अपि आसन्. कौरवेषु तत्र सप्तमी बहुवचनं कौरव इति शब्दस्य. दुष्टाः, दुष्ट अवकारान्त पुंलिङ्ग् शब्दः तस्य. दुष्टाः प्रथमाविभक्तिः. दुष्टाः न अव्ययम्. सज्जनाः सज्जन इति अकारान्त पुंलिङ्ग् शब्दः, तत्र प्रथमाविभक्तिः बहुवचनम्. अपि आसन् आसन् लङ्लकारः अस्थातु. कौरव इति पदमस्ति, तस्मिन् प्रसङ्गे किं ज्ञातव्यम्? ते दुष्टाः इति. चिन्ता मास्तु. रमेश् महोदय, कौरव तद्धितान्तं पदं खलु, विग्रहवाक्यं कथं वक्तव्यम्? कुरोः अपत्यम् एव भवति वा? कुरोः अपत्यं कौरवः. कुरोः अपत्यानि पुमांसः. कुरोः अपत्यानि पुमांसः. पुमांसः अथवा पुमान् इति रूपाणि जानीमः. पुमान् पुमांसौ पुमांसः, पुमांसं पुमांसौ पुंसः, एवं रूपाणि भवन्ति. अत्र सकारान्तशब्दः अस्ति, पुंलिङ्गशब्दः. पुंस् इति प्रातिपदिकमस्ति. रूपाणि एवं भवन्ति, पुमान् पुमांसौ पुमांसः, पुमांसं पुमांसौ पुंसः, एवं रूपाणि वक्तव्यानि. दुष्टः इति पदमस्ति. रमेश् महोदय, दुष्टः इति पदं कीदृशं पदमस्ति? पदं दृष्ट्वा किम् अवगन्तुं शक्यते? तद्धितान्तपदमस्ति इति. क्तान्तरूपम् इति वदामि, क्तान्तरूपं साधयतु. तान्तव दुष्टः दुष् इति धातुः वा? दुष् धातुः अस्ति. दुष् धातोः लटीरूपं दुष्यति अस्ति. दुष्यति, दुष्यति इति रूपम् अस्ति चेत् कस्मिन् गणे भवितुम् अर्हति? चुरादिगणे. दुष्यति, दुष्यति द्विवादिगणे. दिवादिगणे अस्ति. दिवादिगणे श्यन् विकरणप्रत्ययः अस्ति खलु. दुष्यति इति रूपं लटीरूपम् अस्ति, दुष्यति इति. अत्र धातुः दुष् मूर्धन्यशकारः अस्ति. तत्र दुष् धातुतः क्ताप्रत्ययं योजयतु. दुष् योगः दुष् इति धातुः अनिट् अस्ति, तर्हि इडागमः न भवति. दुष् योगः त इति स्थितिः. तकारस्य टकारः भवति. टुणाष्टुः इति सूत्रेण दुष्टः इति रूपं सिद्ध्यति. ष्टनाष्टुः इति सूत्रस्य कार्यमस्ति. शकारस्य प्रभावेण तकारस्य स्थाने मूर्धन्यटकारः आगतः. दुष्ट इति प्रातिपदिकमस्ति. त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. दुष्टं, दुष्टा, दुष्टः इति रूपाणि भवन्ति. स्त्रीलिङ्गे दुष्टा इति रूपं साधयितुम् अजाद्यतष्टाप् इति सूत्रमस्ति. अजाद्यतष्टाप् इति सूत्रेण अदन्तप्रातिपदिकमस्ति इति कारणतः तत्र टाप् प्रत्ययः विहितः भवति. अतः स्त्रीलिङ्गे दुष्टा इति रूपम् अस्ति. किन्तु अत्र पुंलिङ्गे रूपम् आवश्यकम्, अतः दुष्टः इति रूपं दत्तमस्ति. सज्जनः प्रसङ्गे भवान् जानाति चेत् वदतु. सत् जनः. सत् जनः. सत् इति रूपं कथं साधनीयं? सत् कुतः आयाति? सत् इति रूपं, सत् इति प्रातिपदिकं स्वीकृत्य, जन इति प्रातिपदिकं स्वीकृत्य सन्धिकार्यं कृत्वा सज्जनः इति रूपं सिद्ध्यति. किन्तु तत्र विग्रहवाक्यं कथं वक्तव्यं? सञ्च असौ जनः च. विशेषणपूर्वपदकर्मधारे समासः. सञ्च असौ जनः च. सञ्च एषः जनः च इति विग्रहवाक्यं. विशेषणपूर्वपदकर्मधारे समासः अस्ति. सन् इति पुंलिङ्गरूपम् अस्ति. सत् इति प्रातिपदिकमस्ति. समस्तपदानां प्रसङ्गे प्रातिपदिकमेव स्वीकर्तव्यम्. अत्र प्रातिपदिकं सत् अस्ति. सत् प्रातिपदिकम् अस् धातुतः निर्मितम्. अस् धातोः शत्रन्तरूपं सत् भवति. अस् धातुतः शत्रुप्रत्ययस्य योजनेन सत् इति रूपं सिद्ध्यति. सत् योगः जनः इति तत्र रूपमस्ति. सन्धिकार्याणि वदतु महोदय. सत् योगः जनः जलां जशोन्ते इति सद् योगः जनः भवति. तत्पश्चात् स्तोश्चुनाश्चुः इति दकारस्य जकारः भवति. उत्तमं. सत् इत्यत्र अन्ते तकारः अस्ति. तस्य तकारस्य स्थाने दकारादेशः भवति. झलां जशोन्ते सूत्रेण जस्त्वं भूत्वा सद् भवति. सद् योगः जनः इत्यत्र जकारस्य प्रभावेण स्तोश्चुनाश्चुः इति सूत्रेण श्चुत्वं भूत्वा दकारस्य स्थाने जकारादेशः भवति. एवं सज्जनः इति रूपं भवति. तत्र सन्धिकार्याणि सन्ति. सत् योगः जनः इत्यत्र सन्धिकार्याणि अवश्यं करणीयानि. समस्तपदानां प्रसङ्गे सन्धिः नित्यः. सन्धिकार्यं करणीयमेव इति विषयः. अत्र विग्रहवाक्यं सञ्च असौ जनः च. आसन् इति लङ्लकाररूपमस्ति. सूर्यकुमारी भगिनी, लङ्लकारप्रसङ्गे किं स्मर्तव्यम्? अडागमः लुङ् लङ् लृङ् सुडुदात्तः. अस् धातोः रूपं खलु आसन्. अतः लुङ् लङ् लृङ्क्षु अट् उदात्तः इति सूत्रम् आयाति वा, नो चेत् आडजादीनाम् आयाति वा? आडजादीनां किमर्थम् आडजादीनाम् स्वरः अस्ति चेत् साधारणतया लङ्लकारप्रसङ्गे लुङ् लङ् लृङ्क्षु अट् उदात्तः इति सूत्रं कार्यं करोति, अतः अडागमः भवति. किन्तु अत्र धातुः अस्धातुः अस्ति इति कारणतः आडजादीनाम् इति सूत्रं कार्यं करोति. पश्चात् आटश्च इति सन्धिसूत्रमपि अस्ति, तेन आसन् इति रूपं भवति. आसीत् प्रसङ्गे अपि भिन्नसूत्राणि आवश्यकानि, तत्र किञ्चित् काठिन्यम् अस्ति. आसीत् आसीत् आस्ताम् आसन् एवं रूपाणि भवन्ति. अस्य शत्रु सत् सूत्रमस्ति वा? अस्ति. अत्र प्रश्नः कः, कौरवेषु सज्जनाः अपि सन्ति. दर्शना भगिनी वदतु, कौरवेषु सज्जनः कः? तस्य नाम अहं विस्मृतवती. तत्र विकर्णः, विकर्णः अपि च ययाति. ययाति ययाति वा? युयुत्सु. युयुत्सु युत्सुः इति सन्प्रत्यान्तरूपं खलु महोदय. युयुत्सा इत्युक्ते योद्धुम् इच्छा. युयुत्सा युद्धधातोः परं सन्प्रत्ययस्य योजनेन आदौ सन्नन्तधातोः निर्माणं भवति, पश्चात् कृत्प्रत्ययस्य योजनेन सन्नन्तयुक्तकृदन्तरूपं साधयितुं शक्नुमः. तादृशं रूपमेव युयुत्सुः युयुत्सा इति सन्नन्तधातुतः निर्मितं कृदन्तपदद्वयम्. युयुत्सुः इत्युक्ते यस्मिन् योद्धुमिच्छा अस्ति सः. अत्र भगिनि भीष्ममहोदयः अपि सज्जनः सज्जनः एव. सज्जनः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः इति श्लोकः अस्ति. सूर्यकुमारी भगिनी भवती वदतु अग्रिमं वाक्यं. कृष्णः अर्जुनस्य सारथिः अस्ति, मित्रमपि. कृष्णः प्रथमाविभक्ति एकवचनम् अकारान्त पुल्लिङ्गः. अर्जुनस्य सप्तमी क्षम्यतां षष्ठी एकवचनम् अकारान्त अर्जुन अकारान्तपुल्लिङ्गपदं. सारथिः सारथिः इकारान्तपुल्लिङ्गपदम् एकवचनं अस्ति क्रियापदं. मित्रम् अपि मित्रं नपुंसकलिङ्गम् एकवचनम् अपि अव्ययं पदम्. कृष्णः अर्जुनस्य सारथिः अस्ति, मित्रमपि. अर्जुनस्य सारथिः इति लिखितं, समस्तपदं कृत्वा वदतु. अर्जुनसारथिः अस्ति. पार्थसारथिः इत्युक्ते पार्थसारथिः अपि समानं पदमेव. विग्रहवाक्यं कथं वक्तव्यं? पार्थस्य सारथिः. मित्रम् इत्यस्य स्थाने, तस्मिन् स्थाने सखा इति पदमपि योजयितुं शक्नुमः. मित्रम् इति नपुंसकलिङ्गपदमस्ति, किन्तु सखा इति पुंलिङ्गपदमस्ति. सखा सखायौ सखायः. मित्रम् अपि इति लिखितमस्ति, तत्र वर्णमेलनं कृत्वा वदामश्चेत् मित्रमपि इति भवति. सरति अश्वान् इति सारथिः इति मया दृष्टमासीत्. सरति अश्वान् इति उणादिप्रत्ययेन निर्मितम् इति मया दृष्टम्. रथेन सह वर्तते इति वदामि चेत् सरथः इति भवति. सरथः इत्यत्र रथेन सह वर्तते इति विग्रहवाक्यं भवति. तत्र तु सः पूर्वपद बहुव्रीहिसमासः अस्ति. सेट् इति वदामः खलु, इटा सह वर्तते. सेट् इत्यत्र विग्रहवाक्यम् इटा सह वर्तते. एवमेव सरथः इत्यत्र रथेन सह वर्तते इति विग्रहवाक्यं वक्तव्यं चेत् सः पूर्वपद बहुव्रीहिसमासः भवति. पार्थसारथिः कः? अर्जुनः. पार्थसारथिः कृष्णः. कृष्णः. क्षम्यताम्, अग्रे पठतु. अर्जुनः केवलं वामहस्तेन दक्षिणहस्तेन अपि शरं प्रयुङ्क्ते. अर्जुनः अकारान्तपुल्लिङ्गे एकवचनं, केवलम् अव्ययं पदं, वामहस्तेन न दक्षिणहस्तेन अपि शरं प्रयुङ्क्ते. अतः अर्जुनस्य नाम दिव्यसाच्. सव्यसाच्. रमेश् महोदय वदतु, अतः तस्य नाम सव्यसाची. तत्र प्रातिपदिकं किम्? सव्यसाचिन् इति प्रातिपदिकं. नकारान्तप्रातिपदिकं खलु? नकारान्तप्रातिपदिकम्. उत्तमं. सव्येन अपि सचति बाणान् इति सव्यसाची. सव्यसाचिन् इति नकारान्तप्रातिपदिकमस्ति. सव्यसाची अर्जुनः. सव्य इति कथनेन वाम इति अर्थः अस्ति. अपसव्य इति कथनेन दक्षिण. अपसव्यहस्तेन इत्युक्ते दक्षिणहस्तेन इति अर्थः अस्ति. सव्यम् अपसव्यम् इति पदद्वयमपि अस्ति. प्रयुङ्क्ते इति नूतनं पदं. तस्मिन् प्रसङ्गे सूर्यकुमारी भगिनी, भवती यद् जानाति तद्वदतु. प्रायोगः इच् धातुः भगिनि, युजिर् इरित् धातुः रुधादिगणे अस्ति. रुधादिगणे अस्ति इति कारणतः रुधादिभ्यः श्नम् नकारम् आम् मध्ये आयाति. उत्तमं. तत्र बहूनि कार्याणि सन्ति. धातुः तु युजिर् अस्ति. युजिर् इत्यत्र इरः इति संज्ञावाच्य इति वार्तिकेन इर् इत्यस्य इति संज्ञा भूत्वा युज् इति लौकिकधातुः. रुधादिगणे अस्ति इति कारणतः श्नम् विकरणप्रत्ययः आयाति. श्नम् प्रत्ययः मित्वात् वदतु. अस्वात् अनन्तरम् आयाति. मेदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिमच्वर्णस्य अनन्तरं नकारः आयाति. एकम् अन्यत् सूत्रमस्ति, श्नशोरलोपः इति सूत्रमस्ति. तेन सूत्रेण तत्र अकारलोपः भवति. श्नम् इत्यत्र अनुबन्धलोपे सति किम् अवशिष्यते? श्नम् इत्यत्र शकारः इति संज्ञकः, मकारः इति संज्ञकः, न इति कथनेन नकारः अकारः च. तेन युनज् इति रूपम् आयाति. युनज् इत्यत्र अकारलोपः भवति. श्नशोरलोपः इति सूत्रेण अकारलोपः भवति चेत् युञ्ज् युञ्ज् भवति. पश्चात् अन्यानि कार्याणि भवन्ति. अन्ततो गत्वा युङ्क्ते इति रूपं सिद्ध्यति. प्रा उपसर्गपूर्वकः अस्ति. प्रयुङ्क्ते इति रूपम् अस्ति. अग्रे वदतु. योगी कर्म कुर्वन् अपि न लिप्यते. योगी कर्म कुर्वन् अपि न लिप्यते. योगिन् प्रातिपदिकमस्ति. योगी प्रथमपुरुषे एकवचनं. प्रथमाविभक्ति. प्रथमाविभक्ति एकवचनं. एकवारं रूपाणि स्मारयतु द्वितीयापर्यन्तं. योगी योगिनौ योगिनः. योगी योगिनं योगिनौ योगी योगिनः. योगी योगिनौ योगिनः. योगिनं योगिनौ योगिनः. योगिनः इति पदं बहुत्र आयाति. अस्मिन् वाक्ये कर्म इति पदं दत्तमस्ति. तस्य विभक्तिः का? कर्म कर्मन् शब्दस्य. कर्मन् इति प्रातिपदिकम् अस्ति. कर्मन् इति प्रातिपदिकं स्वीकृत्य नपुंसकलिङ्गे रूपाणि वक्तव्यानि. किन्तु अत्र विभक्तिः का? द्वितीय एकवचनं. किमर्थं? कुर्वन् कर्मपदमस्ति. कुर्वन् अपि न लिप्यते. कुर्वन् इति शत्रन्तपदमस्ति. कृ इति धातुतः निर्मितं कृदन्तपदम्. क्रू धातुतः शत्रुप्रत्ययस्य योजनेन निर्मितं पदम्। अत्र धातुः तु सकर्मकधातुः, सकर्मकधातुतः निर्मितं कृदन्तम्, अतः अत्र कर्मपदं स्वीकर्तुं शक्नोति। अतः अत्र कर्म इति शब्दस्य द्वितीयाविभक्तिः अस्ति। कुर्वन् प्रसङ्गे वदतु। क्रू धातुतः शत्रुप्रत्यय कुर्वन् इति कस्मिन् लिङ्गे अस्ति? लिङ्गं प्रथमादि ऐ मीन् पुल्लिङ्ग अस्ति। शत्रन्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति। शत्रुप्रत्ययः कर्त्रर्धकप्रत्ययः, इत्युक्ते शत्रन्तपदं कर्तृपदस्य विशेषणं भवति। योगी इत्यस्य विशेषणम् एव कुर्वन्। कुर्वन् इति पुंलिङ्गे अस्ति, तत्र प्रातिपदिकं किम्? कुर्वत्। कुर्वत् प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि वदतु। कुर्वत् अस्ति, कुर्वन्ति स्त्रीलिङ्गं, न न न न कुर्वती स्त्रीलिङ्गं, कुर्वत् नपुंसकलिङ्गम्। उत्तमम्। अत्र प्रातिपदिकं कुर्वत् अस्ति, पुंलिङ्गे कुर्वन्, स्त्रीलिङ्गे कुर्वती भवति, न तु कुर्वन्ति। अत्र नुमागमः नास्ति, स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः अत्र नास्ति, कुर्वती इति एव भवति। क्रू धातुः उभयपदी धातुः, परस्मैपदी अस्ति इति कारणतः शत्रन्तरूपं सिद्ध्यति, किन्तु आत्मनेपदी अस्ति चेत् शाणजन्तरूपमपि सिद्ध्यति, खलु? अत्र शाणजन्तरूपं किं भवति? कुर्वाणः। उत्तमं, कुर्वाणः। स्त्रीलिङ्गे कुर्वाणा। उत्तमं, कुर्वाणः, कुर्वाणा, कुर्वाणम् इति रूपाणि भवन्ति शानजन्तरूपाणि। किमर्थं शानजन्तरूपाणि इत्युक्ते धातुः उभयपदी धातुः, आत्मनेपदीरूपं शानजन्तरूपमपि साधयितुं शक्नुमः। शानजन्तरूपप्रसङ्गे मुख् आगमः न भवति, आने मुख् इति सूत्रमस्ति, वन्दमान, वर्तमान इत्यत्र आने मुक् इति सूत्रेण मुक् आगमः भवति। मुक् आगमः कित् अस्ति, आने मुक् सूत्रं कार्यं न करोति, अतः रूपं कुर्वाण इति रूपमेव सिद्ध्यति, मुक् आगमः तत्र न भवति। आनेमिक् सूत्रं कुर्वाणः इत्यत्र कार्यं न करोति, किन्तु वर्तमान, वन्दमान इत्यत्र आनेमुक् सूत्रेण मुक् आगमः भवति। क्रियमाण इति पदमस्ति, भवती वदतु तत्र किमर्थं मुक् आगमः? क्रिया अकार अस्ति अन्ते, मुगागम भवति सूत्रेण। उत्तमं, क्रियमाण इति कीदृशं पदम्? क्रियमाण शत्रन्तं शाणजन्तपदं खलु? शाणजन्तं, किन्तु कर्तरि शाणच् वा कर्मणि शाणच् वा? कर्मणि शाणच्। उत्तमं, कर्मणि शाणच् अस्ति, कुर्वाण इति कर्तरि शाणच्, क्रियमाण इति कर्मणि शाणच्। इत्युक्ते शाणजन्तरूपाणि कर्तर्धे अपि भवन्ति, कर्मण्यर्धे अपि भवन्ति, कर्तरि शाणच् अपि भवितुं शक्नोति, कर्मणि शाणच् अपि भवितुं शक्नोति। उदाहरणार्थम् अत्र रूपद्वयमपि अस्ति, कुर्वाणः इति कर्तरि शाणच्, आत्मनेपदी धातुः अस्ति इत्यतः शाणजन्तरूपं, किन्तु क्रियमाणः इत्यत्र कर्मणि शाणच् अस्ति, पठ्यमानः, पठ्यमानं, तत्र पठ्धातुः परस्मैपदी धातुः, अतः केवलं शत्रन्तरूपमेव सिद्ध्यति, न तु शाणजन्तरूपं, किन्तु पठ्यमान इत्यत्र कर्मणि शाणच् अस्ति, खलु? लिप्यते पदं दृष्ट्वा किम् अवगन्तुं शक्यते? लिप्यते नो अटाच्मेण्ट् न लिप्यते, कर्मफलानि न लिप्यते, व्याकरण अंशान् वदतु. लिप्यते इति रूपं दृष्ट्वा लिप्यते दिवादिगण दिवादिगणे अस्ति भगिनि. दिवादिगणे अस्ति चेदपि श्यन् विकरणप्रत्ययः अस्ति इति कारणतः या श्रूयते इति साधु एव. किन्तु अत्र भिन्नचिन्तनम् अस्ति. लिप् धातुः तुदादिगणे अस्ति. तुदादिगणे अस्ति इति कारणतः इदं रूपं कर्मणि लट् कर्मणि लट् ओ ओके. पठ्यते इत्यत्र किमस्ति? पठ्यते अपि कर्मणि कर्मणि कर्मणि लट् खाद्यते तदेव. एवमेव अत्रापि लिप्यते कर्मणि लट्. कर्मणि लट् प्रसङ्गे किं चिन्तनं करणीयं? शुभदा भगिनी वदतु. लिप्यते इत्यत्र किं चिन्तनमस्ति? तत्र लिप् इति धातुः तत्र सार्वधातुके यक् इत्यनेन यकारः आगच्छति. यकारः आयाति वा नो चेत् या आयाति वा, तत्र भेदः अस्ति. यकारः इति कथनेन केवलं यकारः, या इति कथनेन यकारः अकारः अकारः. यक् इत्यस्मात् य इति अवशिष्यते, अतः य इति आयाति न तु यकारः. लिप्य लिप् योगः य योगः, तत्र आत्मनेपदी प्रत्ययाः विहितः भवन्ति. कर्मणि प्रयोगः अस्ति इति कृत्वा अतः लट् लकारे ते इति अन्ते तत्र ते इति प्रत्ययः अत्र आगच्छति. अतः लिप् योगः य योगः ते लिप्यते इति भवति. लिप्यते इति कर्मणि लट् रूपम्. उत्तमम्. भावकर्मणोः इति सूत्रेण आत्मनेपदप्रत्ययाः आयान्ति. भावकर्मणोः सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. अतः रूपाणि आत्मनेपदिरूपाणि भवन्ति. लिप्यते लिप्येते लिप्यन्ते एवं रूपाणि वक्तव्यानि भवन्ति. सार्वधातुके यक् इति उक्तवती, तत्र सार्वधातुके इत्युक्ते किम्? सार्वधातुके इत्युक्ते तत्र यदा सार्वधातुकलकारः अस्ति तदा एव यक् प्रत्ययः तत्र आयाति. चतुर्षु लकारेषु एव लट् लोट् विधिलिङ् लङ् विधिलिङ् इति चतुर्षु लकारेषु एव यदा कर्मणि प्रयोगः भवति भावकर्मणोः इत्यनेन तदा एव तत्र यक् प्रत्ययः आयाति. अन्येषु षट् लकारेषु तु एतत् न भवति इति. बहु सम्यक्, तत् स्मर्तव्यम्. धन्यवादाः भगिनी. सार्वधातुके यक् इति सूत्रेण सार्वधातुकलकारेषु एव इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षलकारेषु एव यक् इति प्रत्ययः आयाति. अन्येषु षट्सुलकारेषु यक् प्रत्ययः न आयाति. तत्र भिन्नानि रूपाणि भवन्ति. कर्त्रर्थे दशलकाराः सन्ति, तथा एव कर्मण्यर्थे अपि दशलकाराः सन्ति. किन्तु कर्मण्यर्थे केवलं सार्वधातुकलकारेषु एव यक् प्रत्ययः विहितः भवति. अतः सार्वधातुके यक् इति सूत्रेण चतुर्षलकारेषु एव यक् प्रत्ययः आयाति. इदं रूपं कर्मणि लट् रूपम् अस्ति. लिप्यते इति कर्मणि लट् रूपम् अस्ति. किन्तु अयं धातुः तुदादिगणे अस्ति. तुदादिगणे अस्ति इति कारणतः अत्र एकः विशेषः अस्ति. लिम्पति इति लटिरूपं भवति. सार्वधातुकलकारेषु भिन्नचिन्तनं. धातुः तुदादिगणे अस्ति, अपि च मुचादि अन्तर्गणे अस्ति. अतः शेमुचादीनाम् इति सूत्रेण नुमागमः भूत्वा लिम्पति इति रूपं सिद्ध्यति. कर्तरि लट् रूपं लिम्पति, कर्मणि लट् रूपं लिप्यते. अग्रे सरेम. इदानीं सूर्यकुमारी भगिनी भवती एव वदतु अग्रे किमस्ति. अन्यः एकः विषयः भगिनि, कुर्वन् अपि अत्र गमुडागमसन्धिः अपि भवेत् वा खलु? वदतु. मम शङ्का अस्ति अतः पृच्छामि. अहं न अस्ति खलु. हा, कुर्वन् अपि गमुडागम अस्ति, तत्र नकारः अस्ति, तदनन्तरं ह्रस्व अकारः अस्ति इति कृत्वा तत्र नुट् आगमः भवति. परन्तु अत्र तु दत्त नुट् आगमः भूत्वा नुट् अपि इति भवति. तत्र तकारस्य इच्छन्या भूत्वा नकार नकार अपि अकार इत्यस्य वर्णमेलनं भूत्वा कुर्वन्नपि इति भवति. परन्तु तत् अत्र तु न लिखितमस्ति, अतः मम शङ्का अत्र तत्तु विकल्पेन अस्ति वा इति. वाक्येषु सन्धिकार्यम् अस्माकं विवक्षानुगुणं भवति, किन्तु श्लोके तु सन्धिकार्यं कृत्वा लिखितमस्ति वा इति द्रष्टव्यं. कर्म कुर्वन्नपि इति लिखितमस्ति वा इति द्रष्टव्यं. तत्र नमुडागमसन्धिः अस्ति, नमुट् आगमः भवति, नमुट् इति कथनेन नकारः अस्ति चेत् पुनः दन्त्यनकारः एव आयाति, मूर्धन्यणकारः अस्ति चेत् मूर्धन्यणकारः आयाति, ण्यकारः अस्ति चेत् पुनः ण्यकारः आयाति. कुर्वन्नपि सम्यक्. अग्रे सूर्यकुमारी भगिनी वदतु. सः गुरुणा अपि दुःखेन न विचाल्यते. सः गुरुणा अपि दुःखेन न विचाल्यते. सन्दर्भं न जानामि. रमेश महोदय, गुरुशब्दस्य प्रसङ्गे भवान् किं जानाति? तत्र गुरु लघु गुरु इति यत् गुरु अस्ति तद् वा गुरुणा गुरु इति उकारान्तपुल्लिङ्गशब्दः एव अस्ति. तत्र गुरुशब्दः अध्यापकः इत्यस्मिन् अर्थे अपि अस्ति, हेवि इत्यस्मिन् अर्थे अपि तस्य प्रयोगः भवति. उकारान्तपुंलिङ्गशब्दः अस्ति चेत् अध्यापकः इत्यस्मिन् अर्थे गुरुशब्दः अस्ति, किन्तु अत्र तादृश अर्थः नास्ति. गुरुशब्दः अत्र भिन्न अर्थे अस्ति, हेवि इत्यस्मिन् अर्थे अस्ति. गुरुणा दुःखेन इति लिखितमस्ति. गुरुणा दुःखेन इत्युक्ते महता दुःखेन, अत्यधिकं दुःखम् इति. सः गुरुणा दुःखेन अपि न विचाल्यते. रमेश महोदय वदतु. गुरुणा इति विशेषणमस्ति दुःखेन इति पदस्य, तर्हि तृतीया विभक्ति प्राप्नोति गुरुणा दुःखेन. न अपि गुरुणा दुःखेन अपि न विचाल्यते इति भवति. गुरुणा दुःखेन न विचाल्यते, विचाल्यते विषये एव महोदय, किं विषये वक्तव्यम्? सः न विचाल्यते. सः इत्युक्ते अत्र कः? यः दुःखम् अनुभवति सः प्रायः योगी. योगी. विचाल्यते प्रसङ्गे व्याकरणांशान् वदतु. विचाल्यते, विचाल्यते निजन्तरूपम् इति भाति. चाल्यते निजन्तम् चाली इति धातोः निजन्तरूपं वा? उत्तमं. चल् धातुः अस्ति, वि उपसर्गपूर्वक चल् धातुः अस्ति. चल् धातुतः णिच् योजनेन विचाली इति रूपं सिद्ध्यति. विचाली इति नूतनधातुः, तस्मात् कर्मणि लट् रूपं. विचाल्यते इत्युक्ते णिच् युक्तं कर्मणि लट् रूपं खलु. चल् धातुतः चाली कथं भवति? चल् योगः णिच् अस्ति. णिच् इति णकारः चकारः अपगच्छति इत्संज्ञा लोपेन, तर्हि णकारः तत्र चल् इति धातुः अत् उपादायः अस्ति, तर्हि अतो उपादायः इति सूत्रेण दीर्घः भवति, चाल् इति रूपं भवति. चाल् योगः इ चाली इति नूतनधातु सिद्ध्यति. अग्रे गत्वा इकारस्य लोपः भवति नेरनिटि इति सूत्रेण, तत्र इकारलोपः भवति चेदेव चाल्यते इति रूपं सिद्ध्यति. कर्मणि लट् रूपम् इदं णिच् युक्तं कर्मणि लट् रूपं. णिच् नास्ति चेत् किं भवति? चल्यते इति चल्यते इति एव भवति. बहु सम्यक्. चल्यते इति रूपं भवति, किन्तु अत्र णिच् अस्ति इति कारणतः चाल्यते इति रूपं. चल् धातुः कम्पने इत्यस्मिन् अर्थे अस्ति, अकर्मकधातुः, अतः अस्मिन् वाक्ये कर्मपदं नास्ति. सः न विचाल्यते तावदेव लिखितम् अस्ति. किमर्थं चेत् चल् धातुः अकर्मकधातुः, किन्तु अत्र तु णिजन्तरूपम् अस्ति. णिजन्तरूपम् अस्ति इति कारणतः कर्मपदं भवितुम् अर्हति. गुरोः भावः भवान् वदतु. गौरवं गुरुता इति रूपमपि भवति खलु हा गुरुता भवति गौरवं भवति सुन्दरता सुन्दरं सौन्दर्यं सुन्दरता तृतीयः सुन्दरत्वं गुरुत्वं गुरुत्वं गुरुत्वाकर्षणशक्तिः गुरुत्वाकर्षणशक्तिः इति कथनेन महदाकर्षणशक्तिः इति कथयितुं शक्यते वा ग्राविटि इति आङ्ग्लभाषायां यत् पदम् आगच्छति तदेव गुरुत्वं गुरुत्वम् इति तद्धितान्तपदम् अस्ति गुरु प्रातिपदिकं स्वीकृत्य त्वाप्रत्ययस्य योजनेन गुरुत्वं महदाकर्षणशक्तिः इति वक्तुं शक्यते अत्र तु वाक्यं किं गुरुणा दुःखेन अपि योगी न विचाल्यते अस्तु अग्रे सरेम भूमा भगिनी अग्रे किमस्ति वदतु साङ्ख्यैः यत् प्राप्यते योगैः अपि तत् गम्यते साङ्ख्यैः साङ्ख्यः अकारान्त पुल्लिङ्गः साङ्ख्यैः तृतीय रामैः तृतीयबहुवचनं यत् यत् प्राप्यते यत् तस्मात् पञ्चमी यत् इत्यस्य प्रथमाविभक्तिः अस्ति प्राप्यते इति कर्मणि लट् अस्ति अत्र कर्मणि प्रयोगे वाक्यं दत्तमस्ति त्रीणि एकम् एकम् इति वदामः अत्र प्राप्यते इति कर्मणि लट् गम्यते इति अपि कर्मणि लट् वदतु प्राप्यते प्रा उपसर्गपूर्वक आप् दातु या विकरणप्रत्ययः यक् प्रत्ययः अस्ति विकरणप्रत्ययः इति न वदामः कर्मणि प्रयोगे यक् प्रत्ययः आयाति सार्वधातुके यक् सूत्रेण वदतु ओके आत्मनेपदि प्रथमपुरुष एकवचनं योगैः अपि तृतीय बहुवचनम् अपि अव्ययं तत् यत् तत् युगलं कृत्वा यत् प्रथमाविभक्ति एकवचनं गम्यते गम् धातुतः कर्मणि लट् उत्तमं गम् धातुतः कर्मणि लट् गम्यते साङ्ख्यैः यत् प्राप्यते योगैः अपि तद् गम्यते इति लिखितमस्ति तस्य अर्थः कः यः साङ्ख्ययोगं साधयति सः योगी तत् गम्यते मीन्स् वैकुण्ठं जायति वा दर्शना भगिनी भवती किम् अवगतवती साङ्ख्येन अपि च योगेन योगं कृत्वा द्वाभ्यामपि यत् यत् लभ्यते तत् समानम् इति उत्तमं ज्ञानेन अपि च योगं कृत्वा तत्र पञ्चमे अध्याये तत्र अस्ति साङ्ख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम् इति बहु सम्यक् साङ्ख्यैः इति कथनेन ज्ञानिभिः ज्ञानवान् साङ्ख्यः इति कथनेन ज्ञानी इति अर्थः अस्ति ज्ञाननिष्ठैः सन्यासिभिः यत् स्थानं प्राप्यते तदेव स्थानं कर्मयोगिभिः अपि गम्यते इति कथनेन लभ्यते अथवा प्राप्यते इति एव अर्थः अस्ति कर्मयोगिभिः यद् प्राप्यते अथवा भिन्नरीत्या वदामि ज्ञानयोगिभिः यद् प्राप्यते तदेव कर्मयोगिभिः अपि लभ्यते यत् स्थानं यत् इति कथनेन अत्र यत् स्थानं प्राप्यते ज्ञाननिष्ठैः पुरुषैः तदेव स्थानं कर्मयोगिभिः अपि प्राप्यते. मोक्षं खलु मोक्षः इति पदमस्ति चेत् तत्र धातुः कः? अस्तु अग्रे सरेम. साङ्ख्यैः तृतीया बहुवचनमस्ति, त्रीणि एकम् एकम् इति स्मर्तव्यं कर्मणि प्रयोगस्य प्रसङ्गे. अग्रे पठतु भगिनि. एतेषु वाक्येषु अपि इति अव्ययम् अवलोकयत, इत्यव्ययम् अवलोकयत. तत्र सन्धिकार्यं किम्? इति अव्ययम् इत्यव्ययं यण् सन्धि. श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. श्रुत्वा त्वान्त शब्दः अस्ति. श्रुत्वा त्वा श्रुत्वा प्रसङ्गे किञ्चित् ज्ञातव्यं. रमेश् महोदय, श्रुत्वा इत्यत्र किं चिन्तनमस्ति? श्रुधातुः कीदृशधातुः अत्र रूपं कथमस्ति? श्रुधातु इडागमः इति नास्ति इति किं भगिनि? तदेव, इडागमः नास्ति तत्र. धातोः रूपं वक्तव्यं. शृणोति श्रुणुतः शृण्वन्ति इति. तत्र भेदः अस्ति इत्युक्ते लेखनावसरे एव वयं द्रष्टुं शक्नुमः. लेखनावसरे भिन्नरीत्या लिखामः, वदनावसरे भेदम् अवगन्तुं न शक्नुमः. तत्र धातुः रकारः, शकारः, रकारः, ऊकारः, तालव्यशकारः, रेपः, ऊकारः अस्ति. किन्तु शृणोति इत्यत्र भिन्नं रूपम् अस्ति. तत्र श्रवः च इति सूत्रेण यत्र विकरणप्रत्ययः आगच्छति तत्र एव शकारस्य स्थापना अपि भवति इति. शकाररेफस्थाने श्रु इति आदेशः भवति. श्रुवः श्रुच इति सूत्रमस्ति. श्रुवः श्रुच तत् सूत्रं सार्वधातुकप्रक्रियायाम् एव आयाति. श्रुवः श्रुच इत्यस्मिन् सूत्रे कर्तरि सार्वधातुके इति पदद्वयस्य अनुवृत्तिः अस्ति. सार्वधातुकप्रक्रियायाम् एव, सार्वधातुकलकारेषु एव तत् सूत्रं कार्यं करोति. श्रुवः श्रुच इति सूत्रेण कार्यद्वयं भवति. कार्यद्वयं किम्? प्रथमं विकरणप्रत्यय आगच्छति. पूर्वस्मिन् सूत्रे स्वादिभ्यः श्नुः इति अस्ति. तर्हि तस्मात् श्नुः इति यत् विकरणप्रत्ययः अस्ति तदपि आगच्छति. अपि च शकाररेफस्य स्थाने शकार ऋकार श्र इति आदेशः अपि भवति इति. कार्यं द्वयं भवति अत्र. किन्तु सार्वधातुकप्रक्रियायाम् एव इदं कार्यं भवति. अतः एव शृणोति शृणोतु अशृणोत् इत्यादीनि रूपाणि द्रष्टुं शक्नुमः. तत्र श्रुवः श्रुच कार्यमस्ति, किन्तु आर्धधातुकप्रक्रियायां तत् कार्यं न भवति. श्रु इति धातोः रूपं स्वीकृत्य क्त्वा प्रत्ययं योजयामः. योजयतु भगिनी. अत्र भुआदिगणीयधातुः अस्ति खलु, अतः कर्तरि शप् इत्यस्य बाधं कृत्वा श्नु प्रत्ययः आयाति इति वक्तुं शक्यते वा? स्वादिगणे नास्ति. कार्यद्वयं किम् इत्युक्ते श्रु आदेशः एकं कार्यं, स्वादिगणीय श्नु विकरणप्रत्ययस्य आगमनम् इति द्वितीयं कार्यं खलु. अस्तु महोदय, इदानीं श्रुत्वा वदतु. श्रुयोगः त्वा इडागमः न भवति. श्रु इति अनिट् अस्ति इति कृत्वा श्रुत्वा एव रूपं सिद्ध्यति. उत्तमं. श्रु इत्यत्र धातुः अजन्तधातुः. साधारणतया अजन्तधातवः अनिटः, अतः अत्र इडागमः न भवति. श्रुयोगः क्त्वा अनुबन्धलोपे वर्णमेलनं श्रुत्वा इति भवति. कृतान्तरूपं वदतु. श्रुतवान् क्तान्तरूपं. श्रुतः तावत् रूपं वदतु श्रुतवान् श्रुतवान् उत्तमं तुमन् वदतु श्रोतुं किमर्थं श्रोतुं तुमन् इति तत्र क इति अनुबन्धः नास्ति तर्हि इको गुणवृद्धि भवति केन सूत्रेण भवति इको गुणवृद्धि सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति तत्र तत्र तुमुन् इति अर्धधातुकः अस्ति उत्तमं तुमुन् प्रत्ययः अर्धधातुकप्रत्ययः किन्तु श्रु इति धातुः इगन्तधातुः इत्युक्ते अन्तिमवर्णः उकारः अस्ति उकारः इक् प्रत्यहारे अस्ति इगन्तम् अङ्गम् अस्ति इति कारणतः अत्र अर्धधातुकप्रत्ययं निमित्तीकृत्य श्रु इति इगन्तधातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा उकारस्य गुणः भूत्वा ओ भवति अतः श्रोतुं ब्रह्म इति पदमस्ति लिङ्गं किं वदतु नपुंसकलिङ्गमस्ति तत्र रूपाणि स्मारयतु ब्रह्म ब्रह्मणि ब्रह्माणि ब्रह्म ब्रह्मणि ब्रह्माणि अत्र प्रातिपदिकं किं ब्रह्मण् इति शब्दः पुंलिङ्गे अपि अस्ति तत्र प्रातिपदिकं किं ब्रह्म इति ब्रह्मन् इति एव प्रातिपदिकं भवति परन्तु पुल्लिङ्गप्रथमाविभक्तिरूपं भवति ब्रह्मा इति रूपं भवति एकवारं रूपाणि स्मारयतु आत्मा इव वा ब्रह्मा आत्मा आत्मानौ ब्रह्माणौ ब्रह्माणः वा ब्रह्मा ब्रह्माणौ ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्मणः तथा रूपाणि भवन्ति ब्रह्मा ब्रह्माणौ ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्मणः एवं रूपाणि भवन्ति पुंलिङ्गे प्रातिपदिकं तु ब्रह्मन् पुंलिङ्गे नपुंसकलिङ्गे रूपाणि सन्ति वाक्यस्य अर्थः कः श्रुत्वा अपि ब्रह्म कश्चित् न जानाति दर्शनभगिनी वदतु कथं वदनीयम् अहं श्लोकं न स्मरामि श्रुत्वा अपि ब्रह्म कश्चित् न जानाति यतोहि तत् केवलं थियरि अस्ति तदर्थं न जानाति इति कश्चिद् आश्चर्यवत् पश्यति अन्यः कश्चन तु श्रुत्वा अपि एनं नैव जानाति आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद् वदति तथैव चान्यः आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वाप्येनम् उत्तमं कश्चन जनः ब्रह्मणः तत्त्वम् आश्चर्यवत् पश्यति कश्चन जनः अद्भुतम् इव पश्यति अन्यः कश्चन जनः श्रुत्वा अपि एनं नैव जानाति श्रुत्वा अपि ब्रह्म कश्चित् न जानाति अग्रे पठतु स्वधर्ममपि चावेक्ष्य न विकम्पितुम् अर्हसि स्वधर्मम् स्वस्य धर्मं स्वधर्मं स्वधर्मं प्रथमाविभक्ति एकवचनम् अस्ति धर्मः पुंलिङ्गपदमस्ति प्रथमाविभक्तिरूपं धर्मः किन्तु अत्र द्वितीयाविभक्ति ईक्षिदातु तः स अवेक्ष्य लुडन्तपदम् अस्ति लुडन्तं नास्ति अत्र रमेशमहोदय वदतु चावेक्ष्य इत्यत्र किम् अस्ति च योगः अवयोगः ईक्ष्य ल्यबन्तं खलु ल्यबन्तं ल्यबन्तमस्ति ल्यबन्तपदमस्ति अवेक्ष्य ईक्ष धातुः आत्मनेपदी धातुः ईक्षते इति रूपम् अस्ति अत्र अव उपसर्गः अस्ति इति कारणतः ल्यबन्तं सिद्ध्यति अवेक्ष्य अत्र सन्धिकार्यमपि अस्ति च योगः अवायोगः ईक्षयोगः ल्यप् अग्रे वदतु न अव्ययं विकम्पितुं तुमन् पत्यं वा उत्तमं वि उपसर्गपूर्वक कम्प् धातु कम्प् धातुः लौकिकधातुः किन्तु सः धातुः इदित् धातुः इदित् धातुः अस्ति इति कारणतः नुमागमः भवति औपदेशिकधातुः कप्यम् अस्ति किन्तु लौकिकधातुः कम्प् इति तोनुं धातोः सूत्रेण नुमागमः भूत्वा कम्प् भवति वियोगः कम्प् योगः तुमन् अत्र इडागमः किमर्थमस्ति रमेश महोदय वदतु. तुमुन् इति इडागम अनुकूलप्रत्ययः अस्ति, कम्प् इति इडागम अनुकूलधातुः अस्ति, तर्हि भवितुम् अर्हति. अग्रे वदतु भूमा भगिनी. अर्हसि, अर्ह धातु मध्यमपुरुष एकवचन लट् लकार, अर्हति अर्हतः अर्हन्ति, अर्हसि अर्हतः अर्हता, अर्हामि अर्हावः अर्हामः. उत्तमम्. अग्रे स्वल्पमपि अस्य धर्मस्य महतः भूयात् त्रायते. स्वल्पम्, स्वल्पमपि इति अपि लेखितुं शक्यते खलु. स्वल्पमपि, हा, वर्णमेलनम्. एकः श्लोकः अस्ति, दर्शना भगिनी वदतु. स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् वदतु. पूर्वस्मिन् अर्धः, पूर्वस्य अर्धस्य न स्मरामि. स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्, तत् अहं तदेव अत्र लिखितं खलु. परन्तु पूर्वस्य प्रथम आदौ किम् अर्ध, पूर्वार्ध किं न जानीय जाने. नास्ति चेदपि इदं वाक्यं बहु अर्थयुक्तं वाक्यं खलु. अस्य धर्म त्रायते महतो भयात्, वयं किं प्रोटेक्टेड् भवामः इति, किञ्चित् अपि धर्मस्य पालनं कुर्मश्चेत्, अस्य धर्मस्य किञ्चित् मात्रेण अनुसरणं कुर्मः चेदपि महतः भयात् अस्मान् रक्षति अयं धर्मः इति खलु. द्वितीय अध्याये अस्ति, द्वितीय अध्याये अस्ति किल. स्वल्पमप्यस्य धर्म, सन्धिकार्यं कृत्वा श्लोके लिखितम् अस्ति. स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्. शुभदा भगिनी, त्रायते प्रसङ्गे वदतु. त्रै धातुः, त्रैन् इति अस्ति इति मन्ये, सम्यक् स्मरणे नास्ति परन्तु त्रैन् इति किमपि श्रुतवती. त्रैन् इति धातुः अस्ति, तस्य ङकारस्य इत्संज्ञा भवति, अतः त्रै इति अनुदात्तङित आत्मनेपदम् इत्यनेन आत्मनेपदी धातुः भवति. तदनन्तरं क्षितिपरे तस्य आकारः भवति आदेश च उपदेशे. त्रायते इति रूपं कीदृशं रूपं? लटीरूपं, कर्तरी लटीरूपम्. आदे च उपदेशे शिति इति सूत्रम् आर्धधातुकप्रक्रियायाम् आयाति अशित् प्रत्यये परे एव. अस्तु, त्रैधातुः एजन्तधातुः, एजन्तधातुः सन्धिकार्यं, सन्धिकार्यं भवति. गणः कः भगिनि? भुवादिगणे, भुवादिगणे. हा, देन् त्रै योगः शप् योगः ते इति भवति, तदा त्रैयोगः अयोगः ते, अ इति पित् पित् अस्ति इति कृत्वा तस्य सार्वधातुकार्धधातुकयोः इति. एजन्तधातुः गुणस्य प्रसङ्गः नास्ति, नास्ति तत्र एचो यवायावः एव. एचो यवायावः इत्यनेन त्राय् इति भवति, त्राय् योगः अयोगः ते, त्रायते इति भवति. ध्येय धातुः अस्ति चेत् ध्यायते इति भवति. धातुः परस्मैपदी धातुः, अतः ध्यायति, ध्यायति. अस्तु, गै अस्ति चेत् गै गायति, गायति. उत्तमं, बहु सम्यक्. गै धातुः, ध्यै धातुः, त्रै धातुः, एते धातवः एजन्ताः. एच् प्रत्याहारस्थवर्णः ऐकारः, अत्र इक् प्रत्याहारस्थवर्णः नास्ति, अतः गुणकार्यस्य प्रसङ्गः नास्ति. यद्यपि भुवादिगणे अस्ति तथापि अत्र गुणकार्यं नास्ति, केवलं यचोयवायावः सूत्रेण आय् आदेशः भवति इत्यतः त्रायते, गायति, ध्यायति इति रूपं सिद्ध्यति. त्रै धातोः ल्युडन्तं किमस्ति? त्रै योगः ल्युट्, ल्युट् तस्मात् अन इति आदेशः युवोरनाकौ इत्यनेन, यु इति अवशिष्यते, यु इत्यस्य अन इति आदेशः. त्रै योगः अन, हा, त्रैयोगः अन, पुनः एचो यवायावः, त्राय, त्रायणं वा, त्राणम् एव, त्राणं, हा, त्राणम् एव, त्राणम् एव अस्ति. रमेश महोदय वदतु, पादत्राणम् इति वदामः खलु, पादत्राणम् इत्युक्ते पादयोः रक्षणं, पादयोः त्राणम्, त्राणम् इति ल्युडन्तपदमस्ति. अस्मिन् प्रसङ्गे एकं वैशिष्ट्यम् अस्ति, कृतान्तरूपमपि त्राण अस्ति, ल्युडन्तमपि त्राणम् अस्ति, कृतान्तरूपमपि त्राण विकल्पेन तत्र रूपमस्ति, त्राण त्रात इति रूपद्वयम् अस्ति. किन्तु त्राणम् इति रूपं कथं साधनीयम् इति ज्ञातव्यम्. तत्र अर्धधातुकप्रक्रिया अस्ति, तत्र आदेश उपदेशिति कां कार्यं करोति वा? आर्धधातुकप्रक्रिया खलु, आर्धधातुककृत् प्रत्ययः ल्युट् प्रत्ययः, वदतु. आर्धधातुकप्रत्ययः भवति ल्युट् इति, अतः यु इति अवशिष्यते, तस्य अन इति भवति, तत्तु आर्धधातुकप्रत्ययः एव, अशित् प्रत्ययः. अतः एजन्तधातोः आकारादेशः भवति, अतः त्रै इत्यस्य त्रा इति भवति, त्रा योगः अन त्राण अट्कुप् वाङ्नुं व्यवायेपि न न सवर्णदीर्घसन्धिकार्यम् अस्ति, अपि च रेपः अस्ति इति कारणतः णत्वं भवति. परन्तु णत्वस्य सूत्रं तु कृत्यचः अस्ति इति मम चिन्तनं. कृति कृत् प्रत्ययः अस्ति इति कृत्वा, कृत् कृत् प्रत्ययः परे अस्ति चेत् तस्य णत्वं भवति, कृत् प्रत्ययस्य णत्वं भवति. अहं न सम्यक् रीत्या न स्मरामि भगिनि. त्राण इति प्रातिपदिकं रेफोत्तरवर्ती आकारः अस्ति, अट्कुप् वाङ्नुं व्यवायपि कार्यं भवति वा? भवति भगिनि, एकपदमेव. क्षम्यतां भगिनि, कृत्यचः इति तत्र उपसर्गः भवेत्, तदा एव तत् तस्य कार्यः. अत्र तु केवलं अट्कुप् वाङ्नुम् एव. अत्र रेफोत्तरवर्ती केवलम् आकारः अस्ति, आकारः अट् प्रत्ययः हस्तवर्णः, अतः रेफ निमित्तीकृत्य अणत्वं भवति. यद्यपि आना इत्यत्र दन्तनकारः एव अस्ति, तथापि रेफकारणात् अणत्वं भवति, अतः त्राणम् भवती एव पठतु अग्रे किं लिखितम्. इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति, इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति. लघुवाक्यमस्ति इन्द्रियाणि हरन्ति, इन्द्रियाणि हरन्ति, किं हरन्ति? मनः हरन्ति. कस्य मनः हरन्ति? यततः पुरुषस्य, पुरुषस्य मनः हरन्ति. कीदृशपुरुषस्य मनः हरन्ति? यततः पुरुषस्य. यततः प्रसङ्गे वदतु, यम् धातोः रूपमपि यतः इति भवति, कान्तरूपं खलु यततः इति विभक्तिः का? षष्ठीविभक्तिः भगिनी, पुरुषः इत्यस्य विशेषणं यततः पुरुष पुरुषस्य. उत्तमं, शत्रन्तपदं कर्तृपदस्य विशेषणं भवति, यतन् पुरुषः यततः पुरुषस्य. परन्तु तत्र यम् कथं भवति इति मम शङ्का. यत् इत्येव चिन्तयति वा? प्रयत्ने इत्यस्मिन् अर्थे यत् धातुः अस्ति. अत्र मनः इत्यस्य विभक्तिः का? मनः हरन्ति, इन्द्रियाणि यततः पुरुषस्य इन्द्रियाणि मनः अपि हरन्ति. अत्र अपि इति पदस्य स्थानं दृष्ट्वा अर्थः भिद्यते खलु. इन्द्रियाणि अपि इति वदामि चेत् तत्र भिन्नार्थः अस्ति, यततः पुरुषस्य अपि इति कथनेन तत्र भिन्नार्थः अस्ति, मनः अपि इति कथनेन भिन्नार्थः अस्ति खलु. आम् आं भगिनि, वदतु. अर्थः भिद्यते अत्र तु, इन्द्रियाणि यततः पुरुषस्य इन्द्रियाणि मनः अपि हरन्ति इति मम चिन्तनम्, एतत् सम्यक् भवेत् इति मम चिन्तनम्. एवं वक्तुं शक्नुमः किं, सर्वेषां मनः इन्द्रियाणि हरन्ति, यततः पुरुषस्य अपि मनः हरन्ति. सम्यक्, अतः जागरूकः भव इति खलु. अतः यतनं मा कुरु इति, कथञ्चिदपि मनः हरणं तु भवति एव. तदर्थं यत् यम् धातु एव नियन्त्रणं करोति खलु? यम् नास्ति तत्र नियन्त्रणमनसपि प्रयत्नं कुर्वतः इति शङ्कराचार्यस्य भाष्ये अस्ति. प्रयत्नं कुर्वतः इति, तर्हि यत् इति एव स्वीकरणीयम् इति अहं चिन्तयामि. धन्यवादः महोदय. यथा भगिनी उक्तवती तत्र यम् इति उपरमे अपि एकः धातुः तस्य प्रतिबन्धकर्ण रोक्ना टु रेजिस्ट् टु स्टाप् एतत् एषः अर्थः अपि अत्र सम्यक् भवति इति मन्ये. अस्मिन् प्रसङ्गे किं पठितवती इत्युक्ते इन्द्रियाणि प्रमथनशीलानि भवन्ति, प्रमथनशीलानि भवन्ति इन्द्रियाणि. अतः मेधाविनः पुरुषस्य अपि मनः बलात् आकर्षन्ति इन्द्रियाणि. यततः पुरुषस्य इति कथनेन प्रयत्नं यः कुर्वन् अस्ति सः, तादृशपुरुषस्य अपि मनः बलात् आकर्षन्ति इन्द्रियाणि. इन्द्रियाणां शक्तिः तावती शक्तिः अस्ति. इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति. अत्र मनः इति कर्मपदमस्ति, हृधातुः सकर्मकः अतः कर्मपदमस्ति. यततः पुरुषस्य द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. अग्रे वदतु शुभदा भगिनी. न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति. न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति. अत्र श्लोकः कः इत्युक्ते न कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत्. शुभदा भगिनी वदतु अकर्मकृत् इति कीदृशं पदम्? अकर्मकृत् शास्त्रकृत् इव अकर्मकृत् कर्म न करोति सः. उत्तमं, तदेव अत्र लिखितमस्ति वाक्यरूपेण. श्लोकः लब्धः. न कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् कार्यते ह्यवशः कर्म सर्वप्रकृतिजैर्गुणैः. बहु सम्यक्. कश्चिदपि जनः कर्म विना न तिष्ठति. कश्चित् स्थाने कश्चन कोऽपि इति अपि वक्तुं शक्यते. कश्चित् कश्चन कोऽपि एतेषां त्रयाणाम् अर्थः समानः. चित् चन अपि. श्लोकः तु न हि कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत्. कर्मकृत् इति कथनेन कर्म करोति इति कर्मकृत्, तत्र क्विप् प्रत्ययः अस्ति. अकर्मकृत् इति कथनेन तत्र नैसमासः अस्ति. न इति द्विवारं कथम् आगच्छति? तत्र वाक्ये तु द्विवारं दृश्यते. एट् एनी पायिण्ट् आफ् टैम्, एट् नो पायिण्ट् आफ् टैम् केन् एनिबडि स्टे विदौट् कर्म इति. दट्स् ट्रू. न क्षणमपि तत्र कश्चित् इस् इस् द विशेषणं फार् क्षणम्. नो नो नो, बिकास् इट् इस् कहचित् क्षणं. क्षणम् इस् नपुंसकलिङ्गि. शुभदा भगिनी पुनः वदतु सर्वेषां पदानां प्रसङ्गे. न कश्चित् क्षणमपि कर्म विना न तिष्ठति. न इति अव्ययं. कश्चित् इति कहचित् तत्र विसर्गसन्धिकार्यमस्ति, अपि च शुत्वमस्ति कश्चित् इति भवति. न कश्चित् क्षणं, क्षणम् इति पुनः नपुंसकलिङ्गशब्दः, अतः न कश्चित् इति क्षणम् इत्यस्य विशेषणं न भवितुमर्हति. कश्चित् इति कश्चित् जनः, कश्चित् इति कश्चित् जनः इति, कश्चित् जनः इति क्षणं. क्षणम् अपि कर्म विना, कर्म इति कर्मन् इति नकारान्त नपुंसकलिङ्गशब्दः, कर्म विना न तिष्ठति. अत्र कर्म इत्यस्य द्वितीया विभक्ति, यतोहि तत्तु कर्मपदमस्ति. अतः कर्म विना न तिष्ठति. विना इत्यस्य सह इत्यनेन सह द्वितीया, तृतीया अपि च पञ्चमी इति उपपदविभक्तिः भवेत्. अत्र तु द्वितीया अस्ति कर्म इति. कर्म विना न तिष्ठति. तिष्ठति इति स्था धातुः, तस्य लटि रूपं प्रथमपुरुष एकवचनः, एकवचनं तिष्ठति इति. अस्य अन्वयः, वाक्यस्य अन्वयः, क्षणमपि न कश्चित् कर्म विना न तिष्ठति. परन्तु न न इति टु नेगेटिव् वन् पासिटिव् भवेत् खलु? अत्र नैव, बट् दे आर् इन् डिफरेण्ट् पार्ट्स् आफ् द सेण्टेन्स्. क्षणमपि कश्चित् कर्म विना न तिष्ठति. सुन्दरमहोदय, भवान् किं चिन्तयति? श्लोकः न हि कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत्. श्लोके तु एकवारमेव लिखितमस्ति. हि इति एम्फेटिक् वर्ड् अस्ति. न हि कश्चित् क्षणमपि जातु तिष्ठति अकर्मकृत्. जातु इति कथनेन कदापि, अकर्मकृत् यः कर्म न करोति सः अकर्मकृत्. वदतु. प्रथम न कश्चित् कृते आगच्छति, द्वितीय न तिष्ठति इति क्रियापदस्य कृते आगच्छति इति मन्ये. क्षणं न कश्चित्, क्षणं न कश्चित् अपि कर्म विना न तिष्ठति इति अन्वयं कथनीयं. तदेव मम चिन्तनम्. अस्तु. क्षणमपि कर्म विना न तिष्ठति. किमर्थं न तिष्ठति? एवं किमर्थम् उक्तमस्ति? दर्शना भगिनी वदतु. श्लोकस्य अग्रिमभागे उक्तमस्ति, कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः. तर्हि अस्माकं वशे नास्ति, अस्माकं प्रकृतिः एव कारयति इति. अकर्मणि अपि कर्म करोति एव. अवशः भूत्वा इत्युक्ते अस्माकं वशे नास्ति, अवशः भूत्वा प्रकृतिजैर्गुणैः कर्म कुर्वन्ति सर्वे जनाः. प्रकृतिजैः गुणैः सर्वे जनाः बिकास् आफ् दीस् गुणास्. प्रकृतिजैर्गुणैः अवशः भूत्वा सर्वे जनाः सर्वदा कर्म कुर्वन्ति एव, कर्म विना न तिष्ठन्ति. सुन्दरमहोदय अग्रिमं वाक्यं वदतु. भक्ताः कर्मभिः मुच्यन्ते, श्रद्धावन्तः अनसूयन्तः अपि मुच्यन्ते. भक्ताः भजधातुः, ओके, भजधातुः इक्तप्रत्ययः, तप्रत्ययः भक्तः इति भाति. मुच्यन्ते वदतु. मुच्यन्ते मुच् धातुः वा? मुच् धातुः. तत्र कीदृशं रूपमस्ति? तप्रत्ययस्य योजनेन भक्तः इति वो घञ् प्रत्ययः वा? न न, मुच्यन्ते इत्यत्र किं रूपम्? मुच्यन्ते इति रूपम्, ओके, मुच्यन्ते इति रूपं कर्मणि रूपमस्ति. वाक्यस्य प्रयोगः कः? वाक्यस्य प्रयोगः अनसूयन्तः अपि भक्ताः. कर्मणि प्रयोगः, कर्मणि प्रयोगे वाक्यं लिखितमस्ति, कर्मभिः भक्ताः मुच्यन्ते. कर्मभिः भक्ताः मुच्यन्ते. मुच्यन्ते इत्यत्र कर्मणि लट् बहुवचनमस्ति. कर्तरि लट् किमस्ति? कर्तरि लट् अस्ति मुञ्चति, मुञ्चतः मुञ्चन्ति. मुञ्चति इति रूपमस्ति. किमर्थं चेत् तत्र तुदादिगणे मुचादि अन्तर्गणः अस्ति इति कारणतः शेमुचादीनाम् इति सूत्रेण नुमागमः भूत्वा मुञ्चति इति रूपं, श्रद्धावन्तः इति रूपम् अस्ति. तत्र किमस्ति? श्रद्धावान्, श्रद्धावान् तव तु प्रत्ययः अस्ति. न न न, श्रद्धावान् श्रद्धावन्तौ श्रद्धावन्तः. मतु प्रत्ययः, मतु प्रत्ययः अस्ति चेत् विग्रहवाक्यं कथं वक्तव्यम्? विग्रहवाक्यं श्रद्धावान्, ओके, श्रद्धा अस्य अस्ति इति श्रद्धावान् किल. श्रद्धा अस्य अस्मिन् वा अस्ति इति विग्रहवाक्यं वक्तव्यमस्ति. श्रद्धावान् इति पुंलिङ्गे अस्ति. प्रातिपदिकं किम् अस्ति? प्रातिपदिकं श्रद्धावत् इति तकारान्तप्रातिपदिकम्. किन्तु श्रद्धालुः अस्ति चेत् प्रत्ययः कः? प्रत्ययः इलुच् प्रत्ययः. अलुच्, ओके, दयालुः श्रद्धालुः तादृशं, तादृशः अलुच् प्रत्ययः वा? ओके, आलुच् प्रत्ययः श्रद्धालुः. किन्तु श्रद्धधानः अस्ति चेत्? श्रद्धधानः, ओके, श्रद्धधानः इत्युक्ते श्रद्धा धन् नकारान्तप्रतिपदिकं वा? श्रद्धा धन् न, श्रद्धधानः इति शानजन्तरूपम् इति भाति. श्रद्धधानः, श्रद्धावान्, श्रद्धालुः इमानि पदानि समानार्थकपदानि. वदतु, अनसूयन्तः वदतु. अनसूयन्तः न असूयन्तः, अनसूयन्तः. असूया, असूया इति पदात् आगच्छति. असूयवान् असूयवन्तौ असूयवन्तः तदपि मतुप् नास्ति. अनसूयन्तः इत्यत्र नैसमासः तु अस्ति. असूयन्तः इति शत्रन्तं भवति वा? आं भगिनि, श्रद्धावन्तः इत्यस्य विशेषणं. श्रद्धावान्, श्रद्धावन्तौ, श्रद्धावन्तः. तत्तु प्रथमाविभक्ति बहुवचनरूपम् अस्ति. अत्र तु वाक्यं कर्मणि प्रयोगे अस्ति. भगिनी वदतु, अनसूयन्तः इत्यत्र. अनसूयन्तः इति तत्र शत्रन्त एव भवति इति भाति. अनसूयन्तः तत्र सुधातु वा? दिवादिगणीयसुधातुः इति भवति. सुधातु, सूयते भवति किल. आत्मनेपदी वा? हा, परन्तु सु इति दिवादिगणीय अपि अस्ति. तदपि आत्मनेपदी एव अस्ति. असु इति धातुः अपि अस्ति, किन्तु चिन्तनीयं. प्रथमाविभक्ति बहुवचनम् असुक्षेपणे अस् धातुः तस्य, परन्तु तस्य अस्यति इति भवति. तस्य शत्रन्त अस्यन् इति भवति. नाट् दिस् वन्. गीतायां तु पदद्वयमस्ति. अनसूयन्तः पदमस्ति, अभ्यसूयन्तः इति पदमपि अस्ति. द्वयोः प्रसङ्गे ज्ञातव्यम्, अनसूयन्तः, अभ्यसूयन्तः. सुन्दरमहोदय, अग्रिमं वाक्यं पठतु. एतद् वाक्यस्य अन्वयं किं भवति भगिनि? न जानामि. एतद् वाक्यस्य अधुना यत् वाक्यं, भक्ताः कर्मभिः मुच्यन्ते, श्रद्धावन्तः अनसूयन्तः पुरुषः अपि मुच्यन्ते. अनसूयन्तः इति पदं श्रद्धावन्तः इति पदस्य विशेषणं वा? महोदय, अत्र एकवारं पुनः वाक्यं पश्यतु. अत्र वाक्यस्य अवगमने काठिन्यं नास्ति खलु? मुच्यन्ते इति कथनेन को अर्थः? मुच्यन्ते इत्यर्थः प्राप्तवन्तः, मुक्तिं प्राप्नुवन्ति. मुक्तिं प्राप्नुवन्ति भक्ताः कर्मभिः, मुक्तिं प्राप्नुवन्ति. श्रद्धावन्तः, अनुसूयन्तः भक्ताः न किल? भक्ताः अपि मुच्यन्ते, श्रद्धावन्तः पुरुषाः अपि मुच्यन्ते, अनसूयन्तः अपि मुच्यन्ते. श्रद्धा येषां येषु वा अस्ति, श्रद्धा येषु अस्ति ते श्रद्धावन्तः पुरुषाः. येषु असूया नास्ति ते अनसूयन्तः. विशेषणविशेषभावः नास्ति किल तत्र? विशेषणभावः नास्ति. किमर्थं द्विवारं लिखितं मुच्यन्ते इति? ते भिन्नाः, एते भिन्नाः खलु? विशेषभावः नास्ति वा? नास्ति इति भाति. भूमा भगिनी, भवती किं चिन्तयति वदतु? भक्ताः कर्म कुर्वन्ति, कर्मेण मुक्तिं प्राप्नुवन्ति. श्रद्धावान् भक्ताः न चेत् अपि मुक्तिं प्राप्नोति. श्रद्धया कर्मं कुर्वन्ति, श्रद्धया कर्म कुर्वन्ति ज्ञानवान् पुरुषः इति वक्तुं शक्यते. अग्रे अनसूयः अपि असूया, असूयापरः नास्ति. महोदय वदतु अग्रे. ज्ञानी अपि स्वप्रकृति अनुसारं चेष्टते. ओके, ज्ञानी इत्युक्ते नकारान्तशब्दः. ज्ञानी, ज्ञानिनौ, ज्ञानिनः. अपि ज्ञानी अपि स्वप्रकृति अनुसारं प्रकृत्याः अनुसारं चेष्टते, प्रकृतिम् अनुसृत्य चेष्टते इति अर्थः भवति. ज्ञानी इत्यत्र प्रत्ययः कः? प्रत्ययः प्रत्ययः इनि प्रत्ययः इनि प्रत्ययः तद्धितप्रत्ययः तद्धितप्रत्ययः अत इनि ठनौ इति सूत्रेण इनि प्रत्ययस्य विधानं भवति ज्ञानम् अस्य अस्ति इति ज्ञानी ज्ञान इति प्रातिपदिकं स्वीकृत्य इनि प्रत्ययस्य योजनेन ज्ञानी इति रूपं सिद्ध्यति नकारान्तप्रातिपदिकं सिद्ध्यति ज्ञानी अपि च ज्ञानवान् द्वयोः अर्थः समानः ज्ञानी कथं चेष्टते कथं चेष्टते स्वप्रकृत्याः अनुसारं चेष्टते इति ज्ञानी अपि स्वप्रकृत्याः अनुसारं चेष्टते इति सन्दर्भः कः श्लोके दर्शना भगिनी भवती जानाति चेत् वदतु आदौ तत्र यततः पुरुषस्य इन्द्रियाणि मनहरति अस्ति तावदेव अत्र ज्ञानी अपि स्वप्रकृति अनुसारं चेष्टते कर्म करोति इति उत्तमम् अर्थः कः इत्युक्ते ज्ञानवन्तः पुरुषाः अपि जन्मान्तरसंस्कारानुगुणम् एव अस्मिन् जन्मनि प्रवर्तन्ते ज्ञानिनः पुरुषाः प्रसङ्गे एवम् उक्तं चेत् मूर्खाणां प्रसङ्गे किं वक्तव्यं ज्ञानवन्तः पुरुषाः अपि जन्मान्तरसंस्काररीत्या अस्मिन् जन्मनि प्रवर्तन्ते मूर्खाः तेषां प्रसङ्गे वदनस्य आवश्यकता एव नास्ति अज्ञानी इति वदतु कृपया मनसः निग्रहणं कथञ्चिदपि करणीयम् इति अर्थः तदर्थमेव अत्र अपि इति लिखितमस्ति ज्ञानी अपि स्वप्रकृत्यानुसारं चेष्टते मूर्खः अवश्यं तस्य संस्कारानुगुणम् एव प्रवर्तते अज्ञानिनां प्रसङ्गे वदनस्य आवश्यकता नास्ति चेष्टते इति अकर्मकधातुः अस्मिन् वाक्ये कर्मपदं नास्ति ज्ञानी चेष्टते कथं चेष्टते स्वप्रकृत्यनुसारं चेष्टते धातुकः भगिनी चेष्टते चेष्टधातुः अस्ति चेष्ट ओके भ्वादिगणे अस्ति इति भाति चेष्टाते आत्मनेपदिरूपम् अस्ति सुन्दरमहोदय भवान् वदतु अनिच्छन्नपि मनुष्यः कथं पापं चरति अनिच्छन्नपि मनुष्यः कथं पापं चरति ओके अनिच्छन् न इच्छन् इति अनिच्छन् एतदपि शत्रुप्रत्ययः शत्रन्तप्रत्ययः अनिच्छन् अपि इति मनुष्यः मनुष्यः इति मनुष्यः कथं पापं चरति इत्युक्ते कथं पापं चरति यदि मनुष्यः न इच्छति चेत् पापं कर्तुं न इच्छति चेत् सः कथं पापं चरति इति अर्थः किल उत्तमम् अनिच्छन्नपि इत्यत्र नमुडागमसन्धिः अस्ति श्लोके तु नमुडागमसन्धिः अस्ति अनिच्छन् प्लस् अपि इति रूपम् अस्ति अनिच्छन् इति शत्रन्तरूपम् अस्ति न इच्छन् शत्रन्त पुंलिङ्गरूपम् अनिच्छन् इति मनुष्यः इत्यस्य विशेषणं भवति शत्रुप्रत्ययः कर्त्रार्थकप्रत्ययः अतः मनुष्यः इत्यस्य विशेषणमस्ति मनुष्यः अनिच्छन्नपि कथं पापं करोति इति प्रश्नः तत्र श्लोकः कः इत्युक्ते अनिच्छन्नपि वार्ष्णेया बलादिव नियोजितः इति अस्ति इत्युक्ते अनिच्छन्नपि मनुष्याः राज्ञा नियोजितः भृत्यः इव प्रेरितः भूत्वा बलात् पापम् आचरन्ति किमर्थम् अर्जुनः पृच्छति किल अनिच्छन्नपि मनुष्यः कथं पापं करोति इति इच्छा नास्ति पापं कर्तुं परन्तु करोति कथम् इति उत्तमम् अनिच्छन्नपि मनुष्यः कथं पापम् आचरति मनुष्यः राज्ञा नियोजितः भृत्यः इव प्रेरितः भूत्वा बलात् पापम् आचरति किमर्थम् केन प्रेरितः भूत्वा मनुष्यः पापम् आचरति इति अर्जुनः भगवन्तं पृच्छति अत्र अनिच्छन् इति रूपं पुंलिङ्गे अस्ति स्त्रीलिङ्गरूपं वक्तव्यं सुन्दरमहोदय वदतु अनिच्छन्ति इति स्त्रीलिङ्गरूपम्। इतोपि अनिच्छति इति अपि अस्ति वा? नकार रहितरूपम् अस्ति अस्ति वा? अस्ति। किमर्थमस्ति? किमर्थम् अस्ति चेत् इच्छा आकारान्तशब्दः इति कारणेन। वदतु भगिनि, तुदादिगणे अस्ति इति कारणतः नुम् आगमः विकल्पेन भवति स्त्रीलिङ्गसत्रन्तरूपेषु, खलु? आम्। उत्तमम्। धातुः इष् धातुः तुदादिगणे अस्ति, तौदादिकधातुः, अतः इष् धातोः प्रसङ्गे स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः विकल्पेन भवति। अतः इच्छति इति एकं रूपम्, इच्छन्ति इति अन्यद् रूपम्। अतः अत्र अनिच्छति अनिच्छन्ति इति रूपद्वयमपि अस्ति। भगिनि कीदृशः धातुः अस्ति? इष् धातुः न, कीदृशः धातु? न्यौवाडिक न्यौदाबिक किमपि बोधि कथितवती किल, अधुना एव। तौदादिक तौदादिकधातुः चरति इति रूपं स्वीकृत्य शत्रन्तं वदतु। चरति शत्रन्तरूपं चरन् चरन्ति इति उदाहरणार्थम् आचरन् इति रूपम् अस्ति चेत्, मनुष्यः पापम् आचरन् तिष्ठति इति वाक्यमस्ति चेत् आचरन् इति पुंलिङ्गे शत्रन्तरूपं भवति। स्त्रीलिङ्गे एकमेव रूपम् अस्ति, आचरन्ति इति एव रूपम् अस्ति। किमर्थं चेत् चर् धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः चर् धातोः प्रसङ्गे स्त्रीलिङ्गसत्रन्तरूपेषु एकमेव रूपं सिद्ध्यति, नुमागमः नित्यरूपेण भवति। सूर्यकुमारी भगिनी वदतु। चरन्ति एव भवति, नुमागमः विकल्प नास्ति तत्र। उत्तमम्। भुवादिगणे स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः नित्यरूपेण भवति, तुदादिगणे नुमागमः विकल्पेन भवति। अतः इच्छति रूपमस्ति, इच्छन्ति रूपमस्ति। एवमेव चल् धातुः, चल् धातुः अपि तुदादिगणे अस्ति, अतः चलति चलन्ति चलन्ति। उत्तमं, सर्वे मिलित्वा बहु उत्तमं चिन्तनं कृतवन्तः। कालातीतः जातः, सर्वेषां धन्यवादाः। धन्यवादः भगिनी। धन्यवादः भगिनी। नमस्कारः। धन्यवादः। नमस्कारः।